नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतं. धातुपाठे हल् सन्धिः इति पाठः प्रवर्तमानः अस्ति. तत्र प्रथमभागे हलन्तेभ्यो धातुभ्यः थ स प्रत्ययः लङ्लकारस्य प्रथमपुरुष एकवचनं मध्यमपुरुष एकवचनं परे कार्याणि किम् इति सूत्ररूपेण अवलोकितवन्तः. इदानीम् अभ्यासः प्रवर्तमानः अस्ति. तत्र प्रायः अन्तिमभागः इति चिन्तयामि. अद्य पश्यामः. तत्र ब्रश्च धातुः पर्यन्तं गतसप्ताहे कृतवन्तः. बा ब्रश्च इति यङ् लुगन्तरूपम् आसीत्. तत्र अभाब्रश्च योगः ठ प्रत्ययः हल्न्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन थ लोपः तत् अभाब्रश्च इति पदसंज्ञा जाता. इदानीं तत्र स्कोः संयोगाद्योरन्ते च, यत्र पदस्य अन्ते संयोगः अस्ति तस्य प्रथमवर्णः सकारः अस्ति चेत् तस्य लोपः स्कोः संयोगाद्योरन्ते च इति सूत्रेण अभाब्रज्. अनन्तरं तत्र चोहोकुः इति सामान्यसूत्रं तद् प्रभात्य व्रश्च ब्रश्च इति सूत्रेण चषांशः. अतः अभाब्रज् जकारस्य स्थाने तत्र व्रश्च ब्रश्च इति सूत्रे ब्रश्च इति धातुः उक्तमस्ति. प्रतिपदोक्तम् इति उक्त दृष्टवन्तः किल. साक्षात् उक्तमस्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः अभाब्रश् योगः क्षम्यताम् अभाब्रश् पदसंज्ञा. इदानीं जलां जशोन्ते शकारस्य डकारादेशः स्थानेन्तरतमः इत्यनेन मूर्धन्य ढ वा अवसाने अभाब्रट् इति रूपाणि. एतावता वयं दृष्टवन्तः. अग्रे सरामः. धद् इति धातुः धाधद् इति यङ् लुगन्तरूपं. रघुपतिमहोदय भवान् वदति वा प्रथमम्. एकवारं भगिनि उद्घाटयामि एकवारम्. अस्तु, दद् इदानीं दाधद् दाधद् योग हल्गाभ्योतिकम्यताम् अत्र अडागमः भवति. अदाधद् योग त इति अस्ति. अदाधद् योग त हल्क्याभ्योतिका सूतिसि अत्युक्ते हल् इति लोपः. अधाधत् इदानीं दकार अस्ति. अधाधत् अधाधत् तस् किमस्ति अत्र बष्पः भवति वा एकवारं. बष्पः खलु. हा, बष्पः अस्ति. अतः दाधद् इति भवति. दाधद् अदाधद् अनन्तरं किमस्ति. अदाधद् तावदेव खलु. एक आमाम् अस्तु. दर्शन् अधाधद् अथवा अदाधत् इति क्षम्यताम् अदाधत् अदाधद् दद् इति रूपद्वयं चत्वं. सकारे परे महोदय. हा, सकारे परे. सकारे परे अपि एकवारम् अत्र सकारस्य लोपः भवति. तदेव अस्ति बष्पावः. अनन्तरं जलान् जशन्ते अपि च चर्त्वं खरीचैतन्येन चर्त्वम् इति भवति. इतोपि एकं कार्यमस्ति. दकारान्तधातुः अस्ति किल. ओ, दकारान्तधातुः अस्ति. अस्तु अस्तु. दकारान्तधातुः अस्ति चेत् दश्च दश्च इत्यनेन दश्चैतन्येन विकल्पेन ऋत्वं भवति इति अस्ति. अतः एकवारं दकारस्य ऋत्वं भवति इदानीम् अतः अधाधः इति भवति. दकारद्वयम् अस्ति किल. एकवारम् अधा अदा इदानीम् अदा धत् इति अस्ति, क्षम्यताम् अदा दद् इति, अदा दद् अत्र दकारस्य अन्तिमदकारस्य ऋत्वं भवति, अतः अधा अदा दः इव अदादः अदादरु अदादः अदादरु भवति वा, अदादरु इति अनन्तरं ऋत्वम् अनन्तरं तत् कर्वासनविसर्जन इत्यनेन विसर्गः अन्तिमरूपम् अधा अस्तु एकवारम् अधा अधा अदादः अधा अदाधत् इति इति रूपं वा रूपम् सम्यक् अत्र रूपत्रयं भवति. सकारान्तधातुः अस्ति चेत् सिपि परे चिन्तनम् सिपि परे सिपि परे रोरु वा एकमस्ति सकारस्य अथवा दश्च इत्यनेन तत्र ऋत्वम् अत्र. डाक्युमेण्ट् प्राप्तं किल सर्वैः? आम् आम् इदानीं पश्यन् किञ्चित् तत् सौकर्यं भवति इति मम चिन्तनम्. केवलं किमपि मध्ये नास्ति, तत् सूत्रम् अनुवृत्तिसहितसूत्रं कार्यं. अस्तु अग्रे अपि सरामः. उषा भगिनी अग्रिमधातुः करोति वा? भ्रम् हम्बिनी भ्रम् यङ् लुगन्त भं भ्रम् I just lost the page. Bambram, abram, yeah. Abambram. Abambram. And then abambram yogah takarah. Takarah halnyabhyo dhirga chutusya prittam hal ityanena takara lopah. Abambram. Abambram padam asti. Abambram makaranta dhatu. मोनो धातोः इति सूत्रेण महधातोः पदस्य अन्ते नः अभं भ्रं न भगिनि अभं भ्रं न अभं भ्रं न नास्ति अभं भ्रन् अभ्रन् अन्ते भगिनि ब्रान् आम् अन्ते मकारस्य स्थाने नकारः आदेशः अभं भ्रन् अभं भ्रन् अभं भ्रन् आल् भगिनि अन्यत् किमपि नास्ति. सप्रतिपरे किमपि भवति वा? अभं भ्रं योगः सकारः हल्न्याभ्यो दीर्घात् पदसंज्ञा अभं भ्रं योगः सकारः मा अन्तधातोः पदस्य अन्ते नः अभं भ्रं योगः सो अभं भ्रन् अगेन् दत्सत् भगिनि तावदेव. सकारान्तधातुः दकारान्तधातुः अस्ति चेदेव सिपि परे तिपि परे रूप भिन्नरूपं तदपि एकम् एक्स्ट्रा रूपं तावदेव किमपि अन्यकार्यं नास्ति. एकम् अदा यदा वयं दृष्टवन्तः किल विसर्गसहितरूपम् एकम् आगच्छति तावदेव. The pratama dhakara becomes dha and then the dhakara the antima dhakara becomes dha and then ada dhat then ada dar right daru daru adha daru dharu okay okay tadeva adha dad adha dhah iti bhavati धन्यवादः धन्यवादः. अग्रिमं श्रीवल्ली भगिनी अग्रिमं करोति वा? हृप् धातुः द्रस् द्रस् द्रस् क्षम्यतां द्रस् धातु भगिनि जस्ट् केवलं शृणोमि परन्तु प्रयत्नं यजन्तलु यजन्तरूपं द्रस् दाध्रस् योगः तकारः हन्याभ्यो दीर्घा सुपिसि अपृक्तं हल्लोपः सो सकारान्तधातुः दाध्रस् सकारान्तधातुः अस्ति चेत् अस्ति तिपि अनस्तेः इति सम्यक् इदानीं पदसंज्ञा पदसंज्ञा भवति इदानीं धातुः नास्ति अधाद्रस् वदतु पदसंज्ञा भवति सः पदस्य दः तिपि अनस्ते इति सूत्रमस्ति पदस्य सकारस्य स्थाने दकारः आयाति रूपं भवति दाध्रद् अधाद्रद् सारि अधाद्रद् एकः रूपं वा द्वितीयरूपमपि अस्ति सिपि धातुरुर्व इति सः धातुः अत्र धातुः अधाद्रस् योगः तकारः हन्याभ्यो दीर्घासुस्य उक्तवान् पर सः धातोः पदस्य रुः दः वा सिपि अदाध्रु अदाध्रु अदाध्रु अदाद्रः अधादरु एव अधाद्रः अधाद्रः इति भवति अधाद्रः समीचीनं एकरूपं दः इति अन्यरूपं भवति अधाद्रद् समीचीनम् इतोपि एकं रूपमस्ति सकारान्त दातु लावसाने चत्वं भवति चत्वं भवति अधाद्रहु दकारस्य प्रथमसदस्य आदेशः आम् दकारस्य रूपम् अतः रूपं किं भवति भगिनि दकारस्य प्रथमसदस्य अतः रूपत्रयं भवति सिपि परे अवगतं किल तत्र तृतीयसोपाने सर्वदा जष्त्वं जलां जशोन्ते वावसाने वावसाने इत्यस्य प्रसक्तिः अस्ति एव वावसाने इति विकल्पेन भवति परन्तु जष्ट्वं तु नित्यम् अस्ति अधाद्रद् अधाद्रत् इति भवति तत् तृतीयसोपानम् अस्ति पदान्ते जल् आम् सम्यक् उत्तमम् अस्तु आम् अरुणा भगिनी अग्रिमं करोति वा कार्यं न कृतवती प्रयत्नं करोमि भगिनि नास्ति चिन्ता महोदय सृप् दातु भगिनि आं सृप् सरी सृप् सरी सृप् भवति असरि सृप् अस्ति तकार अस्ति हल्नाभ्यो दीर्घात् सूत्रेण तकारलोपः भवति असरि सृप् प्रकात् पूर्वं भगिनि उपादायां कः वर्णः सम्यक् उपादायाम् अशरी सर् भवति पुगन्तलघुपद्यस्य सूत्रेण गुण भवति अशरीष शरप् सर्प् सम्यक् सर्प् किं भवति भगिनि साहाय्यम् आवश्यकं भगिनि न न न इदानीं किम् अस्ति भगिनि अन्ते इदानीं सरीसर्प् भवति पदं जातं किल हल्ङ्याभ्यो दीर्घात् इत्यनेन पदस्य अन्ते किम् अस्ति पकारः अस्ति कर्वर्णस्तिः खनिचसूत्रम् अस्ति भगिनि न न तद् तु सर्वदा अन्ते तद् इदानीं मास्तु तस्मात् द्वितीयसोपाने यद्यत् किं कार्यम् अस्ति किल तत्र इदानीं संयोगः अस्ति वा इति सर्वं द्रष्टव्यं किल संयोगः संयोगः अस्ति रेफ् अस्ति अहं न जानामि भगिनि रेफः पकारः संयोगः अस्ति चेत् किं कार्यं भवति विस्मरामि तद् डाक्युमेण्ट् प्राप्तवती वा यद् अहं प्रेषितवती ह्यः प्रायः ट्यूस्डे प्रेषितवती इति चिन्तयामि वा मण्डे तद् कृपया उद्घाटयतु तत्र क्रमेण अस्ति किल प्रथमं कार्यं संयोगः पदान्ते संयोगः अस्ति चेत् अन्तिमवर्णस्य लोपः भवति अनन्तरं किम् अस्ति संयोगस्य प्रथमसदस्यः रेपः चेत् रेपात् परस्य सकारस्य एव लोपः भवति राक्षस्य इति सूत्रेण इदानीं रेपात् परः कः वर्णः अस्ति पकारः अस्ति पकारः अस्ति सकारः नास्ति तत्तु नियमसूत्रं किल तद् वदति यदा सकारः अस्ति एव लोपः भवति पकारः अस्ति चेत् लोपः न भवति इति वदति अतः इदानीं किम् अवशिष्टम् जलाधिप्रत्ययपरे रेफात् परस्य चकारस्य वकारस्य च लोपो भवति अत्र चकारः अपि नास्ति अतः तद् कार्यं तादृशमेव तिष्ठति असारी सर्प् तदनन्तरमपि पदान्ते संयोगस्य प्रथमसदस्य सकारः ककारो वा चेत् संयोगस्य प्रथम प्रथमसदस्यस्य लोपः स्कोः संयोगात् योरन्ते तत्रापि सकारः ककारः नास्ति ततः केवलं पकार अवशिष्यते इदानीं तृतीयसोपानम् तृतीयसोपाने सर्वदा जष्त्वं चर्त्वम् पकारस्थाने तृतीयवर्णः कः बकार तावदेव असरि सर्ब इति जष्त्वं भावसाने इत्यनेन किं भवति तावदेव अतः रूपद्वयम् सर्प् सर्प् असरि सर्प् असरि सर्ब् इति रूपद्वयं भवति यद्यपि तत्र राक्षस्य इत्यस्य कार्यं किमपि न भवति तदापि तद् तस्य कारणेन लोपः न भवति इति वक्तव्यम् अथवा संयोगान्तस्य लोपः इत्यनेन पकारः लोपः जातः तद् बाधितं किल राक्षस्य इत्यनेन तद् नियमयति अतः तद् वक्तव्यमेव अवगतं वा भगिनि अवगतं भगिनि धन्यवादः अग्रिमं कुर्मः महोदय आं भगिनि प्रश्नः अस्ति वा सकार प्रथम मध्यम पुरुष एकवचनरूपं किं भवति भगिनि सकार अस्ति आं भवती एव करोतु तत्र किं भवति इति पश्यामः असरि सर्प् योगः सकारः सप्रत्ययः सर्वदा गुणकार्यमस्ति चेत् तद् भवति एव अङ्गकार्यं किल समीचीनम्. इदानीं सकारस्थाने संयोगान्तरम् अनन्तरं सकार अस्ति भगिनि, सकार एव अस्ति. हल्ङ्याभ्योदीक तत्सूत्रेण सकारलोपः भवति. असरीरसर्प् तदनन्तरं रूपं सामान्यमेव. अत्र रेफानन्तरं संयोगानन्तरं पकार अस्ति, ततः लोपः न भवति. अशशैरब् अशशरीरब् एव अवशिष्यते. समीचीनम्. आं तदेव रूपं, समानरूपमेव. सम्यक्, धन्यवादः. महोदय अग्रिमं करोति वा? एकवारं सरि. जसि, हा जसि, जसि इति तस्य नकारः भवति. जन्स् जा जन्स् इति रूपम्. अजाजन्स् योगा, अजाजन्स् योगात् तकारस्य लोपः भवति. हल्ङ्याभ्योदीर्घासूति प्रक्तः लिखनेन अजाजन्स् इदानीम् अस्ति. अजाजन्स् इति अस्ति अत्र संयोगः अस्ति, सकारः अस्ति, संयोगः अस्ति. संयोगस्य केन सूत्रेण लोपः भवति, लोपः भवति वा जानामि एकवारं. राष्ट्रस्य इति किं वदति, राष्ट्रस्य एकवारं, राष्ट्रस्य इति वदति पदस्यन्ति संयोग, संयोग पदं वदति रेफ चेत् चेत् लोपः भवति, अन्यवर्णस्य न इति अस्ति. एकवारं कन्फ्यूजन् अभवत्. इदानीं संयोगार्थस्य इत्यनेन भवति वा लोपः इति एकवारं किं महोदय? सकारस्य लोपः संयोगान्तस्य लोपः तेन एव संयोगान्तस्य लोपः. आमां तर्हि अजा अजाजन् एव भवति, अजाजन् एव. अन्यकार अन्यनिमित्तानि तु न पूरितानि किल? रेफात्परस्य प्रथमसकारः, प्रथमसदस्य सकारः नास्ति, किमपि नास्ति, अतः सामान्य. अतः सिपि परे अपि तदेव अस्ति, अजाजन् एव भवति, किमपि नास्ति. अग्रिममपि करोति वा भवान्? गन्तव्यम् इति उक्तवान्. अस्तु अस्तु अस्तु. हुर्चा, हुर्चा इति अस्ति अत्र. हुर्च् हुर्च् इति धातुः अस्ति. हो हुर्च् इति अस्ति, हो हुर्च् इति अस्ति. अस्तु, चकार अस्ति अतः तत्र एकं कार्यमस्ति. एक चकारस्य एकं चकारस्य कः कार्यम् अस्ति? राल्लोपः भगिनि. हा राल्लोपः, हा राल्लोपः इति सूत्रेण, राल्लोपः इति सूत्रेण किमस्ति अनुनासिकजलोः जलोः इति किति परे एकवारं भगिनि पुनः पठामि. अङ्गस्य रात् चोः लोपः भवति इति अस्ति. चोः लोप् चकारस्य लोपः भवति अतः होहुर् होहुर्च् इदानीम् अहोहुर्च् अहोहुर्च् योगत् इति तत्र तकारस्य लोपः भवति. अहोहुर्च् अहोहुर् क्षम्यताम् अहो सम्यक् एव अहोहुर् एव अहोहुर्योग तावा प्रत्ययः अस्तु. तत्र किल ओ हा हा हा 6-4 अस्तु. तर्हि गुणः भवति वा अत्र अहोहुर्? आम् ओ सर्वं भवति. अनन्तरम् अहोहोर् इति अहोहोर् अहोहोर् अहोहोः इति भवति करवसंविसर्जने इति अत्र रेफस्य अहोहो. तर्हि तथैव अत्रापि जलि पिज्जलोः इत्यनेन अत्र अहोहोर् एव अहोहोः इति एव अस्ति सम्यक् सिपिपरे अपि किमपि सिपिपरे अपि तावदेव कार्यं तत्र किमपि अन्यकार्यं किमपि नास्ति राल्लोपः पुगन्तलघुपदस्य च हल्ङ्याभ्यो दीर्घात् अनन्तरं करवसानयो विसर्जनीयः अस्तु भगिना मया गन्तव्यम् अनन्तरम् आगच्छामि दशनिमिषनन्तरम् अवश्यं महोदय अस्तु अतः यत्र यत्र संयोगः अस्ति पदान्ते संयोगः अस्ति चेत् कार्यचतुष्टयं स्मर्तव्यं संयोगान्तस्य लोपः पदस्य अन्ते संयोगः अस्ति चेत् अन्तिमवर्णस्य लोपः भवति यदा तादृशसंयोगः संयोगे रेपः अस्ति रेपात् परः सकारः अस्ति चेत् तत्र प्रथम क्षम्यतां संयोगस्य प्रथमसदस्यः रेपः अस्ति संयोगः अस्ति तत्र प्रथमसदस्यः रेपः अस्ति चेत् रेपात् परस्य सकारस्य एव लोपः भवति तत्र तद् नियमयति सकारस्य एव लोपः इत्यनेन अन्यवर्णः अस्ति चेत् लोपः न भवति इति द्वितीयं तृतीयमस्ति रालोपः यत्र रेपात् परः चकारः वकारः वा अस्ति चेत् तस्य लोपः भवति चकारवकारस्य लोपः भवति अनन्तरं स्कोः संयोगाद्योरन्ते च तत्र आदिमवर्णस्य विषये यदा सकारः ककारः संयोगस्य आदिमवर्णः अस्ति चेत् तस्य लोपः भवति इति सूत्रचतुष्टयं संयोगस्य विषये एव संयोगान्तस्य लोपः इति सामान्यसूत्रं तद् सर्वदा स्मर्तव्यम् अस्तु अग्रिमं कुर्मः भगिनी तत्र उषा भगिनी वृत् धातुः तस्मिन् विषये किमपि अस्ति तदपि पठतु भगिनि वृत् वरी वृत् इति यङ्गन्तरूपं वृत् वरी वृत् अडागम अवरी वृत् अवरी वृत् योगः तकारः पुगन्तलघुपदस्य च इत्यनेन अवरी वर्त् गुणा भवति अवरी वर्त् योगः तकारः हल्ङ्याभ्यो दीर्घात् सुदुस्य पृक्तं हल् इत्यनेन तकारलोपः अवरी वर्त् भवति अवरी वर्त् इति पदं भवति राच्सस्य इत्यनेन वर्त् रकारतकार संयोगः अस्ति रकारस्य पर सकार एव लोपः अन्यवर्णस्य न लोपः अवरी वर्त् इत्येव तिष्ठति अवरी वर्त् राक्षस्य इत्यनेन तकारलोपः बाधितः अवरी वर्त् तिष्ठति अवरी वर्त् जलां जशोन्ते इत्यनेन अवरी वर्द् भवति अवरी वर्द् भावसाने इत्यनेन चत्वं भवति अवरी वर्त् भवति अवरी वर्त् अथवा अवरी वर्द् भवति तत्र किमपि क्लेशः नास्ति किल सामान्यतया यदा इदानीं पर्यन्तं यद् किमपि वयं दृष्टवन्तः तदेव प्रक्रिया अत्रापि इदानीं सिपि परे किञ्चित् कार्यमस्ति तद् पठतु भगिनि सिपि परे अवरि वृत् यथा तिपि परे अवरि वर्त् भवति अवरि वर्त् अथवा अवरि वर्द् अवरि वर्द् दश्च इत्यनेन सिपि परे धातोः पदान्तदकारस्य स्थाने विकल्पेन रु आदेशः भवति अवरि वरुः रु आदेशः भवति अवरि वरु अवरि वरु रोरि इत्यनेन रेपस्य रेपे परे लोपः भवति रकारलोपः अवरि वर् सो रुकार लोपः भवति ओके अवरि वर् ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन डकाररेपयोः लोपनिमित्तयोः पूर्वस्य अणः दीर्घः अवरि वार् भवति अवरि वर् इति अवरि वार् भवति ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन करवसानयो विसर्जनीयः इत्यनेन अवसाने रेफस्थाने विसर्ग आदेशः भवति अवरीबार् इति अवरीबाः विस अवरीबाः इति भवति. रोरि अवरि अवरि वर् अण्ड् देन् रु सो रोरि ओके ओके रेपद्वयम् इदानीं रेपद्वयं या ओके ओके अत्र यतः यत्र यत्र रेपद्वयम् अस्ति तत्र तत्र रोरि इत्यस्य रेपस्य रेपे परे लोपः रोरि वदति. इदानीं यत्र यत्र रेपस्य रेपे परे लोपः भवति तत्र सर्वत्र ड्रलोपे पूर्वस्य दीर्घः ओके रेपस्य पूर्वं यदणः अस्ति तस्य दीर्घः भवति अतः अवरिवार् इति भवति. अतः सूत्रद्वयं नूतनसूत्रं तद् पठामः. अस्तु श्रीवल्ली भगिनी सूत्रं पठति वा. धन्यवादः. धन्यवादः. रोरि 8314 रेपस्य लोपः रेफे परे रः षष्ठ्यन्तं रि सप्तम्यन्तं द्विपदमिदं सूत्रं डोडे लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः तयोर्वोवच् संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रः लोपः रि संहितायाम् रेफस्य लोपः भवति रेफे परे तावदेव तत्र किमपि अन्यत् नास्ति. संहितायां सत्यां रेपस्य रेपे परे लोपः भवति तावदेव. अग्रिमसूत्रं भगिनि ड्रलोपे पूर्वस्य द्विगुणः डारेफयोः लोपनिमित्तयोः पूर्वस्य अणः दीर्घः डकाररेफयोः लोपस्य निमित्तक डकाररेफे परे अन्प्रत्याहारे स्थितस्य दीर्घदेशो भवति. ड्रलोपे इति द्वन्द्वगर्भ उपपद तत्पुरुषसमासः डकारः डकारः चकारः रेपः रेफः चकारः डौ इतरेतर द्वन्द्व समासः आं भगिनि डकारः चकारः च ड्रौ इतरेतरद्वन्द्वः ड्रौ लोपयति इति ड्रलोपः तस्मिन् ड्रलोपे ड्रलोपः गर्भदन्व उपपदतत्पुरुषः ड्रलोपे सप्तम्यन्तं पूर्वस्य षष्ठ्यं दीर्घः प्रथमान्तम् अणः षष्ठ्यम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं ड्रलोपे पूर्वस्य अणः दीर्घः रेफयोः डकारः रेफयोः लोपः निमित्तयोः रेफ डकारपूर्वः रेफस्य पूर्वः अणः दीर्घः भवति. डकाररेफयोः लोपनिमित्तयोः लोपस्य अस्ति चेत् तत्र पूर्वस्य अणः दीर्घः भवति. कुत्र कुत्र डकारलोपः रेफस्य लोपः भवति अत्र पूर्वस्य अणः दीर्घः भवति. समीचीनं. रोरि इत्यनेन रेपस्य लोपः रेपे परे तत्र निमित्तमेव रेपः रेपे परे इति अस्ति सप्तम्यां निर्दिष्टम् अस्ति किल अतः कारणम् अस्ति रेपे परे तत्र तत्र पूर्वं अण्वर्णः अस्ति चेत् तस्य दीर्घत्वं भवति सर्वदा अण्वर्णः भवेत् इति न तदपि स्मर्तव्यं सर्वदा दीर्घत्वं भवति वा इति प्रश्ने सति नास्ति यदा अण्वर्णः पूर्वम् अस्ति चेत् दीर्घत्वं भवति नास्ति चेत् न भवति. प्रथमप्रत्ययः आ इ उ अण् सर्वदा प्रथमवर्णः अस्तु समीचीनं. धन्यवादः भगिनी. अरुणा भगिनी अग्रिमम्. आं भगिनि विसर्गसन्धौ रेफस्य प्रसिद्ध उदाहरणं पुनः रमते रोरि इत्यनेन रेफस्य रेफे परे लोपः पुनः योगः रमते ख्यालोपे पूर्वस्य दीर्घो दीर्घोर्नः पुनः रमते अस्मिन् वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तं रेफालोपनिमित्तकरेफात् प्राक् अन्प्रत्याहारे अन्यतमवर्णः अस्ति अकारः इति अतः अन्नः दीर्घत्वं भवति तदेव तदर्थं भगिनि वयं भवत्या उक्तवती विसर्गसन्धौ अपि रोरिसूत्रं प्रसक्तिः अस्ति उदाहरणं पुनः रमते अत्र पुनर् रमते रोरिसूत्रेण रेफा अस्ति पुनर् अत्र रेफा अस्ति तदनन्तरं रमते रेफा अस्ति ततः रेफ लोपः पुनर् लोपः भवति तदनन्तरं द्वालोपे पूर्वस्य दीर्घवर्णः सूत्रेण पुनः अत्र अण्वर्णः अस्ति तत् वर्णस्य दीर्घः भवति पुनः रमते इति रूपं निष्पन्नं भवति अत्रापि द्वे रेफा अस्ति तदेव निमित्तमस्ति लोपः भवति तदेव अर्णवर्णस्य अणः दीर्घं भवति सम्यक् अग्रिमं भगिनि अत्र कश्चन प्रश्नः उदेति यत् रोरि त्रिपादिसूत्रं द्रालोपे पूर्वस्य दीर्घो अग्नः च सपादसप्ताध्यायाम् इति करणतः पूर्वत्र सिद्धम् इत्यनेन रोरि इत्यस्य कार्यम् असिद्धं न भवति किम् अत्र सिद्धान्तः कार्यं करोति सिद्धत्वं यावत् प्रयत्नं रोरि न स्यात् तावत् प्रयत्नं पर्यन्तं द्रालोपे पूर्वस्य दीर्घोर्णः इत्यस्य रेफानिमित्तकप्रसक्तिर्न भविष्यति एव रोरि इत्यस्य आश्रयेण द्रालोपे पूर्वस्य दीर्घोर्णः इत्यस्य कार्यं सिद्ध्यति रोरि नास्ति चेत् द्रालोपे पूर्वस्य दीर्घोर्णः निराकाशं भवति रोरि इति सूत्रं त्यक्त्वा द्रालोपे इत्यस्य रेफानिमित्तकत्वं निरर्थकं किमर्थं न द्रालोपे पूर्वस्य दीर्घोर्णः इति सूत्रं रोरि इत्यस्य अनन्तरं अष्टाध्यायं स्थापयति चेत् द्रालोपे पूर्वस्य दीर्घोर्णः इत्यस्य दीर्घशब्दस्य अनुवृत्तिः आवश्यकी इत्यस्मात् आरभ्य षष्टम अध्याय चतुष्पादे अष्टादश इति यावत् किमर्थं रोरि इति त्रिपादिसूत्रमस्ति अष्टाध्यायी चतुर्दश सूत्रं द्रालोपे पूर्वस्य दीर्घवर्णः इति षष्ट अध्याये अस्ति पूर्वतसिद्धमिति का सूत्रात् रोरि इत्यस्य कार्यम् असिद्धं न भवति किं तदत्र उत्तरमस्ति रोरि आश्रयति एव द्वालोपपूर्वस्य दीर्घवर्णः कार्यं कर्तुं शक्नोति ततः तदेव अन्यथा द्रालोपे पूर्वस्य दीर्घाणः इति सूत्रं निरवकाशं भवति ततः कार्यं रोरि अनन्तरं द्रालोपे सूत्रमपि कार्यं कृत्वा रूपं निष्पन्नं भवति सम्यक् तदेव कार्यम् आश्रयात् सिद्धत्वम् इति बहुत्र आगच्छति यदा वयम् अग्रे अपि द्रक्ष्यामः कुत्र कुत्र इति यद्यपि सूत्रद्वयम् एकं तु त्रिपाद्याम् अस्ति अन्यत् तु सपादसप्ताध्याम् अध्यायाम् अस्ति तत्र तु आवश्यकमस्ति आश्रयम् अस्ति रोरि प्रवर्तते चेदेव द्रलोपे पूर्वस्य दीर्घोणः इत्यस्य अवकाशः अथवा तत्तु निरवकाशं भवति इति कृत्वा आश्रयात् सिद्धत्वम् इति सिद्धान्तेन तत् पश्यति तत् कार्यं द्रलोपे पूर्वस्य दीर्घोणः दोरि इत्यनेन कृतम् रेफलोपकार्यं पश्यति, अतः सिद्धत्वम् अस्ति. तद् एकम्. अनन्तरं तत्र अनन्तरम् एकः प्रश्नः किम् इत्युक्ते, यदा तत्र वयं तु सपादसप्ताध्यायां क्षम्यतां त्रिपाद्यां पूर्वं प्रति परं शास्त्रम् असिद्धम् इति वदामः किल, रोरि अनन्तरमेव ड्रलोपे दीर्घस्य दीर्घोणः ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रं पाणिनिना किमर्थं न स्थापितम् इति प्रश्ने सति, तत्र दीर्घः इति यद् पदम् अस्ति अस्मिन् सूत्रे तद् अनुवृत्तिरूपेण 61112 क्षम्यतां 63112 इत्यस्मात् 64 अष्टादश पर्यन्तं तस्य अनुवृत्तिः आगच्छति. अनुवृत्त्यार्थं तत्र पाणिनिना स्थापितम्. अन्य किमपि कार्यमपि भवितुम् अर्हति यद् वयं न जानीमः इदानीं. तत्र प्रकरणं किमपि अन्यत् कार्यमपि कारणमपि भवितुम् अर्हति येन पाणिनिना ड्रलोपे पूर्वस्य दीर्घोणः इति सपादसप्ताध्यायां स्थापितवान् त्रिपाद्यां न इत्यपि भवितुम् अर्हति. तदेव तो धन्यवादः भगिनी. उषा भगिनी महोदय आगतवान्. अस्तु, यद् उक्तम् इदानीम् अवगतवान् वा महोदय? रोरि ड्रलोपे रोरि इति ससरिशोरुः इति तत्रापि तत्र तदेव तावदेव तथैव खलु. आं सपादसप्ताध्यायम् अस्ति परन्तु तत्र भवति इति. आम् आश्रयासिद्धत्वम् आश्रयासिद्धत्वम् अस्तु. महोदय भवान् करोति वा तुर्वी इति दातु? हा तुर्वी तुर्वी इदानीं तत्र तोतुर्वि इति भवति. तोतुर् इति अस्ति इदानीं रेफवकारयोः संयोगः अस्ति अतः तत्र राल्लोपः इत्यनेन अङ्गस्य रात् परस्य रात् परस्य वकारस्य चकारस्य लोपः भवति. अनुनासिके अथवा क्रि प्रत्यये पर्याप्ति जल् जलि अतः त इति अस्ति. अतः अतो तुर्वयोगत् इति अस्ति वकारस्य लोपः. इदानीं रङ्गकार्यमस्ति वकारस्य लोपः अतो अतोतुर् इति भवति. अतोतुर् इति अतोतुर् अतोतुर् अस्तु अतोतुर् योग अतोतुर् इति अस्ति. अतोतुर् इदानीम् अतोतोर् इति गुण अतोतोर् अतोतोः इति रूपम् अग्रे रेपस्य सासजिसोहुरुः इत्यनेन क्षम्यतां करवसविसर्जने इत्यनेन विसर्गः भवति समीचीनं खलु. अतोतोः इति रूपं सिपिपरे अपि अतोतोः एव सिपिपरे अपि तदेव. आं सम्यक् धन्यवादः. उषा भगिनी अग्रिमं करोति वा? वृद् धातुः वरी वृद् इति. ओके वरी वृद् दिस् इस् लैक् वरि वृत् जस्ट् लैक् समानम् ओके वरि वृद् भवति अडागमः भवति अवरि वृद् योगः तकारः अवरि वृद् योगः तकारः गुणा भवति पुगन्तलघुपदस्य च इत्यनेन गुणा भवति. अवरि वर्द् योगः तकारः हल्न्याभ्यो दीर्घात् सुतस्य पृक्तं हल् इत्यनेन तकारलोपः भवति पदसंज्ञा अपि भवति. अवरि वर्द् योगः अवरि वर्द् अवरि वर्द् रकार दकार संयोगः अस्ति. रकार दकार रात्सस्य इत्यनेन दकारलोपः बाधितः धकारलोपः बाधितः अवरि वर्द् तिष्ठति. अवरि वर्द् जलां जशोन्ते इत्यनेन जष्ट्वं भवति धकारस्थाने धकार आदेशः भवति अवरि वर्द् भवति अवरि वर्द् भवति अवरि वर्द् वावसाने इत्यनेन चर्त्वं भवति अवरि वर्त् भगिनि सम्यक् समीचीनं सिपि तरी सिपि परे अवरि वृद् यथा तिपि परे अवरि वर्द् दश्च ओके अवरि दश्च इत्यनेन रु आदेशः भवति अवरि सेम् थिङ्ग् भगिनि अवरि अवरि वरु अवरि वरु अवरि वरु रोरि इत्यनेन रेपः परस्य रेपः अस्ति रलोपः भवति अवरि वर् भवति अवरि वर् रलोपे पूर्वस्य दीर्घोणः इत्यनेन अण् अकारः दीर्घत्वं भवति अवरि वार् भवति अवरि वार् करवसाने विसर्जनीयः इत्यनेन विसर्ग आदेशः भवति रकारस्य स्थाने अवरि वाः भवति सम्यक् समीचीनम् अत्र दश्च इत्यनेन अवरि वाः अन्यद् रूपं रूपद्वयम् अस्ति किल अन्यरूप अवरि वाः अवरि वर्त् अवरि वर्द् अवरि वर्त् अवरि वर्द् अवरि वर्त् अवरि वाः भगिनि आगच्छति भगिनि किं भगिनि पुनः वदतु बस् अस् कुत्र रेफा भवति दश्च इत्यनेन दश्च इत्यनेन दश्च रु आदेश भवति तदेव वा प्रश्नः भगिनि अरुणा भगिनि वृद्ध धातु भगिनी वदति स्थिति परे प्रथमं सोपानं किं भगिनि वृद् प्रथमसोपानं तु पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च हल्न्याभ्यो दीर्घाश्रुतिस्य प्रक्तं तदनन्तरं तदनन्तरं रात्रस्य इत्यनेन नियमसूत्रेण रेपस्य रेपात् तकारे परे तस्य लोपः न भवति अनन्तरं अवरि जलां जशोन्ते अनन्तरं दश्च दश्च इत्यनेन तत्र रूपरे रू क्षम्यतां रेपात् परे रेपः किल अतः रोरि इदानीं रेपात् परे रेपस्य लोपः इति समानका प्रक्रिया भगिनि यदा वयं वरीवृत् दृष्टवन्तः किल समानप्रक्रिया अत्रापि आगच्छति रूपाणि अपि समानानि एव अवगतं वा भगिनि भगिनि अस्तु अस्तु अग्रे सरामः श्रीवल्ली भगिनि अग्रिमधातुः करोति वा वृश् दुर्वी भगिनि ओ आम् आम् आम् दुर्वि दुर्वि दुर्वि आम् दुर्वि अडागमः भवति गुणकार्यं भवति दो दुर् अधो दुर् योगः अकारः प्रथमसोपानं हल्याभ्यां दीर्घात् श्रुतिसि अपृक्तं लोपः भवति रूपं भवति अधो दुर् राल्लोपः इत्यनेन जलादिप्रत्यये परे रेफात्परस्य चकारस्य वकारस्य च लोपः भवति अधो अधो दुर् इति भवति अधो दुर् किम् अधो दुर् गुणकार्यं भवति अधो दोर् अधो दोर् अधो दोर् अधो दोः करवसानयोः विसर्जनीयः समीचीनम् राल्लोपः पुगन्तलघुपदस्य च हाल् अनन्तरं हल्न्याभ्यो दीर्घात् हल्नाभ्य दीर्घात् करवसानयोः विसर्जनीयः सिपिपरे अपि अधो वदतु भवत्याः अभ्यासः जातः भवती सा सिपि परे भवती एव वदतु सिपि परे प्रथमम् अडागमः भवति अधोदुर्वियोगः सकारः हन्याभ्यां दीर्घात् श्रुतिसि अपृक्तं हल्लोपः अधोदुर् इति पदसंज्ञा भवति अधोदुर् राल्लोपः इत्यनेन वकारस्य लोपः भवति. एकनिमिषं भगिनि, राल्लोपः इत्यस्य अनुमतं पदान्ते नास्ति किल, राल्लोपः अतः प्रथमं राल्लोपः करोतु. राल्लोपः भवति अधोदुर्. इदानीं अधोदुर् योगः करवसानयोः विसर्जने अपरं हन्याभ्यां दीर्घाश्रुति भगिनि. राल्लोपः अनन्तरं तस्मात् पूर्वम् अनन्तरं अधोदुर् अधोदुर्व अस्ति, इदानीम् अधोदुर् भवति. इदानीम् उपादायां कः वर्णः? आं भगिनि, उकारः गुणः भवति, उगन्त लघु उपदस्य च. अधोदोर् अधोदोर् योगः सकारः हन्याभ्यां अधोदोः करवसानयोः विसर्जनीय. सम्यक्. राल्लोपः प्रथमम् अनन्तरं पुगन्तलघुपदस्य च अनन्तरम् अल्न्याभ्यदीर्घ विप्रतिषेधे परं कार्यम्. सम्यक्, धन्यवादः. कस्य क्रमः? अरुणा भगिनी, भवत्याः क्रमः वृष इदानीं. आं भगिनि, वृष धातु आरि वृष इति अस्ति, अडागम आगच्छति. अवरि वृष योगः तकार हल् हल हल्लाभ्यो दीर्घात् इति तस्मात् पूर्वम् उपादाय उपदप्रथमं करणीयम्. ओके, अवारि वर्ष वर्ष वर्ष आगच्छति, तदनन्तरं हल्याभ्यो दीर्घादत्सूत्रेण लोपसकारलोपः भवति. वर्ष अस्ति, पदसंज्ञा अपि अस्ति, पदान्त्यसंयोगस्य रात्रस्य स्तोत्रं कार्यं करोति भगिनि. अस्ति, सकारलोपः भवति. न न, किम् उक्तवती? अहमपि सम्यक् इति उक्तवती, न श्रूयते सम्यक्तया, मध्ये मध्ये ब्रेक् ब्रेक् भवति. राक्षस्य इति सूत्रमेव उक्तवती किल, तदेव अहं सम्यक् इति उक्तवती. आम्, राक्षस्य, आम्, राक्षस्य इति सूत्रेण किं भवति? लोपः बाधितः किल, सकारस्य बाधितः बाधितः राल्लोपः कार्यं करोति वा? न न न, राल्लोपः चकारः वकारः अस्ति चेदेव. रेफात् पर चकारवकारयोः राल्लोपः, राक्षस्य इति इत्यनेन शकारलोपः बाधितः. सूत्रेण न न न, ससजुषोरुः इति कार्यं न तत्र न भवति. अवर अवरि वर्ष इति अस्ति किल, इदानीं ताळव्यषकारः किल, तद् तत्र किम् एकं सूत्रमस्ति सर्वदा शशांशः. शशांशः सम्यक्. येन किं भवति भगिनि? अरुणा भगिनि, सूत्रं न जानामि भगिनि. न न, शः भवति, श मूर्धन्य श आगच्छति. ब्रश्च ब्रश्च चशांशः. ओ ओ ओके ओके. आरि वर्ष वर्ष, सम्यक्. इदानीं भवती यद् उक्तवती वदतु पुनः अन्तिमसोपानं, जष्ट्वं चत्वं. चकारस्थाने डकार आगच्छति कथं डकारस्थाने टकार आगच्छति तावदेव कार्यं. षकारः अन्तिमवर्णः अस्ति चेत् तालव्यषकारः सर्वदा व्रश्च व्रश्च इति सूत्रस्य प्रसक्तिः, येन मूर्धन्यषकारः जातः सर्वदा भवति. सम्यक्, अग्रिमं कुर्मः. महोदय, भवतः क्रमः एव. मुर्वी मुर्वी इति इदानीं मोमुर्व् इति मोमुर्व् लङ् लङ्लकार अमोमुर्व् इति अमोमुर्वगत् अस्ति. इदानीं रकारवकारयोः संयोगः अस्ति, अतः राल्लोप राल् रात् अङ्गस्य रात् रात्परस्य वकारस्य लोपः भवति. अनुनासिके परे चलिपरे अतः तकारजल् अस्ति, अतः वकारस्य लोपः भवति. इदानीं अमोमुर् इति भवति. अमोमुर् इदानीं तत्र अङ्गस्य उपादाय गुणः भवति अमोमोर् इति. अमोमोर् अमोमोर् अमोम् इदानीं रेफस्य रकारस्य करवसानेव विसर्जनीयः, इत्यनेन विसर्गः भवति. अमोमोः इति भवति. अमोमोः सिपि परे अपि तदेव अमोमोः एव. तदेव तावदेव, तत्र किमपि अन्यकार्यं नास्ति. अस्तु, उषा भगिनी अग्रिमं. कृष् आं भगिनि, कृष् धातु चरि कृष् इति यङ्गन्धरूपम्. अचरि प्रथमम् अडागमः भवति. अचरि कृष् अचरि कृष् योगः तकारः. अचरि कृष् योगः तकारः कृष् इति पुगन्तलघुपदस्य च इत्यनेन कृष् इति अचरि कृष् इति अचरि कर्ष् भवति. अचरि कर्ष् योगः तकारः. अचरि कर्ष् योगः तकारः हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन तकारलोपः भवति. अचरि कर्ष् इति भवति, तकारलोपः भवति. अचरि कर्ष् इति पदं भवति. अचरि कृष् पदं सो ब्रश्च ब्रश्च सृज मृज यजराजसू इति सूत्रस्य सूत्रेण शकारलोपस्य स्थाने शकार आदेशः भवति. अचरि कृष् भवति. अचरि कृष् इति अचरि कर्ष् किल भगिनि? अचरि कर्ष् अचरि कर्ष् इति भवति. अचरि कर्ष् इति स्थिते जलां जशोन्ते इत्यनेन जष्ट्वं भवति. शकारस्य स्थाने डकार आदेशः भवति. अचरि कर् अचरि कर्ड् कर्ड् भवति. अचरि कर्ड् भवति वावसाने इत्यनेन चकार चर्त्वं भवति. अचरि कर्ड् स्थाने डकारस्य स्थाने टकार आदेशः भवति. अचरि कर्ट् भवति. सम्यक्, रूपं सम्यक् एव, एकमेव सोपानं भवति विस्मृतवती. अचरि कर्ष् इति हल्ङ्याभ्यो दीर्घात् इत्यनेन तलोपे कृते एकं कार्यं बाधितं भवति किल, तदपि रकारशकारयोः स्थिते रात् सस्य इत्यनेन सकार एव दन्त्यसकार एव लोपः भवति, शकारलोपः न भवति, बाधितम् बाधितं भवति. तदपि वक्तव्यं. सम्यक्, रूपं सम्यक्. अस्तु, श्रीवल्ली भगिनि अन्तिमम्. आं, कृष् इति धातु अडागमः भवति. अचरि कृष् योगः तकारः. अचरि कृष् योगः तकारः. क्रु इति उपदा पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवति. अचरि कष् योगः तकारः. षकारस्य लोपः बाधितं भवति. राक्षस्य इति लोपः भवति. अनन्तरम् अचरि कर्ष् योगः तकारः हल्याभ्यो दीर्घात् चतुसि अपृक्तं हल् लोपः अचरि कर्ष् इति पदसंज्ञा भवति. अचरि कर्ष् जलां जिष्वन्ति अचरेकश् जलां जिष्वन्ति शकारस्य स्थाने टकारः भवति. अचरि कर्ट् वावसाने इत्यनेन अचरि कर्ट् इति भवति रूपं भवति. सम्यक्. प्रक्रियायाः सोपानमेव पश्यन्तु एकवारं. तत्र यदा हल्न्याभ्यो इत्यनेन पदं जातम् अनन्तरमेव राक्षस्य इत्यस्य कार्यं भवति. तद् बहु मुख्यमस्ति किल, पदान्तः तत्र आवश्यकं. राल्लोपः इत्यस्य पदान्त न आवश्यकं, राक्षस्य इत्यस्य पदान्ते एव कार्यं. तदेव भेदः. सम्यक्. अस्तु, अतः पाठः समाप्तः. प्रथमपाठः समाप्तः, द्वितीयपाठः पठामः. तत्रापि सन्धिकार्यमेव, परन्तु भिन्नेषु स्थलेषु कार्यं तद् पठामः. अस्तु, अरुणा भगिनी पठति वा द्वितीयपाठः? धातुपाठे हल् सन्धिः द्वितीयम् इति. अरुणा भगिनी गते पाठे यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति ते सर्वे आरभ्यन्ते एभिः अच्वर्णैः, नाम अकार ह्रस्वकार आकार इकार उकार ऊकार एकार ऐ इत्येभिः, अथवा एभिः हल् वर्णैः या रैफा वकार मकार नकार तकार थकार धकार सकार. यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा यव वर्णात् इत्येभिः हल् वर्णैः आरभ्यते तदा धातुः हलन्तः चेदपि हल् सन्धिः न भवति, केवलं वर्णसम्मेलनं भवति. धातु हलन्तः अस्ति चेत् अथवा प्रक्रियायां हलन्तं भवति, यथा धातुः धा धातुः दधाद योगः तः दद् योगः तत्तः दत्तः, अपि च प्रत्ययः तकार थकार धकार सकार इत्येभिः वर्णैः आरभ्यते तस्यां दशायां हल् सन्धिः प्रचुरः लभ्यते. वकार मकार नकार इत्येभिः वर्णैः आरभ्यते चेत् विशिष्टस्थलेषु लभ्यते. सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति. हल् सन्धिः नाम यत्र द्वयोः हल् वर्णयोः मेलनेन वर्णविकारः भवति इति तु जानीमः. अत्र वयं गतवर्गे पठितवन्तः यावन्तदा प्रत्ययः धातुभ्यः विहिताः इति. अचुवर्णैः अस्ति वा हल् वर्णैः अस्ति वा न अवगतं भगिनि. किं किं भगिनि न अवगतम्? धातुः अचुवर्ण अस्ति अथवा प्रत्ययः, प्रत्ययस्य विषये, धातुभ्यः विहितः प्रत्ययः अचुवर्णप्रत्ययः वा हल् प्रत्ययः अस्ति चेत् धातुः हलन्त अस्ति चेत् अपि हल् सन्धिः न भवति, वर्णसम्मेलनमेव. न न, यदा प्रत्ययः अच्भिः वर्णैः आरभ्यते धातुः हलन्तः अस्ति, पट् इति धातुः, प्रत्ययः अकारः इति चिन्तयतु, तत्र किं कार्यं भवति, किं सन्धिकार्यं भवति? पट्योगः वर्णमेलनमेव तदेव उच्यन्ते. यदा अज्भिः वर्णैः आरभ्यते अनन्तरं धातुः हलन्तः चेत् तत्र सन्धि इत्यस्य आवश्यकता एव नास्ति किल, तत्र अवसरः एव न भवति, केवलं वर्णमेलनमेव भवति. तद् अनन्तरं धातुः हलन्तः चेत् अथवा प्रक्रियायां हलन्तः भवति ओके दादातु अत्र दधातः अकारलोपः भवति. अहं न जानामि केनसूत्रेण तत् तद्तः दत्तः इति अपि भवति. अत्रापि सन्धि नास्ति कि अत्र केवलं सन्धि न न किल दद् योगः तः इति अस्ति चेत् तत्र अन्तिमवर्णः धकारः, प्रत्ययस्य प्रथम आदिमवर्णः तकारः अस्ति चेत् तत्र विकारः जातः किल अन्तिमरूपे. अत्र प्रचुरः लभ्यते, बहुषु स्थलेषु तादृशं हल्सन्धि अवसरः भवति यत्र अन्तिमवर्णः हलन्तः अनन्तरं प्रत्ययस्य आदिमवर्णः तकारः थकारः थकारः सकारः इत्येभिः आरभ्यते चेत् तत्र प्रचुरः लभ्यते. तादृशं सन्धि अवसरः बहुषु स्थलेषु वयं द्रष्टुं शक्नुमः इति. प्रचुरः अर्थं किं भगिनि? प्रचुरः इत्युक्ते अधिकम् अनन्तरं अकार मकार नकार इत्यादि वर्णैः आरभ्यते चेत् विशिष्टस्थलेषु लभ्यते. प्रत्ययः वा धातु वकार मकार इत्येभिः प्रत्ययः प्रायः धातुः अपि वकारान्त मकारान्त नकारान्त धातुः अपि भवितुम् अर्हति. अत्र द्वयो वर्णयोः मेलनेन वर्णविकारः भवति, ततः हल्सन्धि नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति चेत् सन्धि इति नामकरणं भवति. तावदेव यत्र यत्र भवति इत्येव उक्तं तावदेव. अस्तु महोदय, पठति वा भवान्? एकवारं सम्प्रति तदेव ततः सम्प्रति चत्वारः पाठाः क्रियमाणाः सन्ति. येषु हलन्तीभ्यः धातुभ्यः कथं तकाराधिप्रत्ययः तकाराधिप्रत्ययः धकाराधिपत्ययः सकाराधिपत्यांश्च संयुज्यते इति परिशील्यमानं. चतुर्षु पाठेषु अयं पाठः द्वितीयः. प्रथमः विधयः चतुर्षु विभागेषु विभक्तः. हलन्तेभ्यः धातुभ्यः लङ्लकारस्य प्रत्ययश्च इत्यनयोः योजनविधिः. हलन्तेभ्यः धातुभ्यः सकारादिपत्ययानां योजनविधिः. लङ्लकारस्य सप्रत्ययम् अतिरिच्य हलन्तेभ्यः धातुभ्यः तकारादिपत्यानां योजनविधिः. लङ्लकारस्य प्रत्ययम् अतिरिच्य हलन्तेभ्यः धातुभ्यः धकारादिप्रत्ययानां योजनविधिः अस्ति. अत्र चतुर्षु विभागेषु इदानीमस्ति. हलन्तेभ्यः धातुभ्यः लङ्लकारस्य तप्रत्ययस्य सप्रत्ययोजनविधिः वयं दृष्टवन्तः खलु. तत्र हलन्तेभ्यः धातुभ्यः द्वितीयमस्ति. हलन्तेभ्यः धातुभ्यः तदपि दृष्टवन्तः खलु. अत्र न न अस्मिन् पाठे एव भवति. ओ अपृक्तः अपृक्त एव गतपाठे. अस्मिन् पाठे सकारादिप्रत्ययः अपृक्त एव दृष्टवन्तः. अस्तु हलन्तेभ्यः धातुभ्यः तकारप्रत्ययानां तकारप्रत्ययाञ्च योजनविधिः अग्रिमपाठे आगच्छतु. अस्तु हलन्तेभ्यः धातुभ्यः तकारप्रत्ययानां योजनविधिः. अस्तु तर्हि चतुर्षु हा तर्हि चतुर्षु अयं पाठः द्वितीयः. अत्र हलन्तेभ्य धातुभ्यः सकाराधिपत्यानां योजनविधिः अवलोक्यमानः इति लङ्लकारस्य सप्रत्यय अतिरिच्य इति अस्ति. अस्तु, अत्र मार्गः षट्प्रकारकः. हलन्तधातुभ्यः सकारादि साधिप्रत्ययः चेत् अधः प्रदर्शिताः सम्भावनाः. अस्तु, येषु सर्वत्र स्मरणीयं यत् सकार खप्रत्ययः सकार खर कर् अत्र डेश् एव अस्ति अत्र सकारः कर् प्रत्याहारे अस्ति. अतः बहुत्र करिचा इत्यनेन चत्वसन्देहप्रसङ्गः. सकारः जल् प्रत्याहारे अस्ति. अतः यत्र यत्र झलि इति सूत्रेषु अनुवर्तते तत्र तत्र सकारे परे प्रसङ्गः तस्य प्रसङ्गः अस्ति. अस्तु, इदानीं प्रथमम् अस्ति तद् वक्तव्यम् एषु सकारः. धातोः अन्तिमः वर्णः कख गघ च छ ज ज श ष एषु अन्यतमः चेत् तस्य वर्णस्य स्थाने ककारः भवति. खरिचैत्यनेन चोहुकु इत्यनेन च ककारः भवति. शकार शकारयोः कृते षडोकहसि षडोकहसि. अस्तु, अपि च नः धातुम् अतिरिच्य हकारस्य ककारः भवति इति अस्ति. अस्तु, कथं भवति प्रथमं तत्तु पाठः महोदय पाठ. अस्तु अस्तु अग्रे. हा, द्वितीय धातोः अन्तिमवर्णः ठ ढ एषु अन्यतमश्चेत् तर्हि तस्य वर्णस्य स्थाने तकारः भवति खरिचैत्यनेन, तदा सकारषष्ठुत्वम्. अस्तु, दकार अन्तिमवर्णः तथा दध एष अन्यतमश्चेत् तस्य वर्णस्य स्थाने तकारः भवति खरिचैत्यनेन. अस्तु, धातो अन्तिमवर्णः पफ बभ एषु अन्यतमश्चेत् तर्हि तस्य वर्णस्य स्थाने पकारः भवति खरिचैत्यनेन. अस्तु, धातोः अन्तिमवर्णः नकार मकार अनयोः अन्यतमश्चेत् तर्हि तस्य वर्णस्य स्थाने अनुस्वारः भवति नश्च पदान्तस्य जलित्वेन. अस्तु, धातोः वर्णः अन्तिमवर्णः यकारः अस्ति चेत् लोपोर्गुर्वलि इत्यनेन इति सूत्रेण वकारस्य हल् सन्धि अवसरः नास्ति. अस्तु, अत्र लोपः भवति. अस्तु, धातोः अन्तिमवर्णः लकारः वा रेफो वा चेत् तस्य विकारः नास्ति. धातुः अन्तिमः लकारः अथवा रेफ अस्ति चेत् विकारः नास्ति. अस्तु, धातोः अन्तिमवर्णः सकारश्चेत् सार्वत्रिकपत्ये परे केवलं वर्णमेलनं. सकारश्चेत् आर्वात्कपत्ये परे धात्वङ्गसकारस्य तकारादेशः भवति. अस्तु, सः स्याद्धधातुके अर्धातुके इत्यनेन. धातु अन्तिमवर्णः हकारश्चेत् नः धातुम् अतिरिच्य हकारस्य ककारः होडः इत्यनेन. अनन्तरं प्लस् योगः षडोकहसि अथवा दादेर् धातोर्गः अपि च खरि च इत्यनयोः सूत्रयोः अस्ति. नवबिन्दुः अस्ति किल, तद् नवबिन्दु अपि वयं पठामः अस्मिन् पाठे. परन्तु सर्वत्र स्मर्तव्यं सकार प्रत्ययः परः अस्ति चेत् सा आदि सकारादिप्रत्ययः परः अस्ति चेदेव कार्यम्. अपृक्तप्रत्ययः नास्ति. अपृक्तप्रत्ययः अस्ति चेत् अस्माकं हल्ङ्याभ्योदीगात् इति कार्यं भवति. अत्र तु सकारादिप्रत्ययः परः अस्ति चेत् तत्र किं कार्यम् इति अस्मिन् पाठे द्रक्ष्यामः. उषा भगिनी, प्रथम सि इति भागः कवर्ग चवर्ग शखार शखार. आं भगिनि, कवर्गः चवर्गः शकारः शकारः. धातोः अन्तिमवर्णः ककार खकार गकार घकार चकार छकार जकार झकार शः षकार षकार येषु अन्यतमः चेत् तर्हि सादिप्रत्यये परे तस्य वर्णस्य स्थाने ककारः भवति, अपि च सादिप्रत्ययस्य सकारस्य स्थाने षकार आदेशः भवति आदेशप्रत्ययोः इति सूत्रेण। तदा ककारषकारयोः मेलनेन क्ष इति भवति, शक् योगः स्यति, शक् योगः स्यति, शक् योगः सकारस्य स्थाने प्रत्ययश सकारस्य स्थाने षकारः भवति, शक् योगः ष्यति, शक् योगः ष्यति, इक्ष शक्ष्यति, ले लेक् योगः सि, ले लेक् योगः षि सि इति षि भवति, ककारः ले लेक् इति ककार आदेशः, ले लेक् योगः षि ले लेक्षि, ताद्वङ्ग् ताद्वङ्ग् योगः सि ताद्वङ्ग् गकारः ककारः आदेशः, ताद्वङ्क् सि इति षि भवति, ताद्वङ्क्षि, जागग् योगः सि जाघक् योगः षि भवति, जागक्षि, लालङ्ग् योगः सि लालङ्क् योगः षि भवति, लालङ्क्षि, वच् योगः सि इति वक् योगः षि भवति, वक्षि, प्रच् योगः स्यति प्रचिति प्रक् योगः ष्यति प्रक्ष्यति, योज् योगः स्यति योक् योगः ष्यति योक्ष्यति, याझर्ज् योगः सि याझर्क् योगः षि याझर्क्षि, क्रोश् क्रोश् योगः स्यति क्रोक् योगः ष्यति क्रोक्ष्यति, ओके, कर्ष् योगः स्यति कर्क् योगः ष्यति कर्क्ष्यति, स्यति लृट् प्रत्ययस्य परे ककारस्य स्थाने सकारस्य स्थाने शकारः भवति, सो आल् दोस् बिकम्स् वाट् हेपन्स् प्रच् भगिनि प्रच् योगः स्यति प्रक् योगः ष्यति, द चकारयोग इस् प्रथमचकारः लोपः भवति चकारः इति आगच्छति किल, तद् पठामः अग्रे अस्ति केन सूत्रेण तत्र तस्य स्थाने भवति ककारः, इदानीं भवती वदतु लेलेक् योगः स प्रत्ययः यद् वयं गतपाठे दृष्टवन्तः तत्र किमर्थम् आदेशप्रत्ययोः इत्यस्य कार्यं नास्ति, लेलेक् योगः सकारः दट् इस् अपृक्तः अपृक्तसकारः हल्म्याभ्यो दीर्घात् 6-1 भवति, दिस् इस् 8-3 भवति, तदेव उत्तरं तद् स्मर्तव्यं तत्र सर्वत्र ककारः अस्ति सकारः परे अस्ति आदेशप्रत्ययोः इत्यस्य अवसरः न भवति, तत्र हल्ङ्याभ्यो दीर्घात् इत्यनेन प्रथममेव सकारः लुप्तः जातः, अतः आदेशप्रत्ययोः इत्यस्य अवसरः एव नास्ति तत्र, समीचीनं सम्यक्, धन्यवादः भगिनी श्रीवल्ली भगिनी अग्रिमम्, अतः आदेशप्रत्ययोः इति सूत्रं पठामः। आं भगिनि, प्रथमबिन्दुः काखगाघः ककारः भवति, प्रत्ययस्य प्रथमवर्णः सकार चेत् हल् सन्धिः भवति इति उक्तम्, तेषु वर्णेषु तकारः तकारः सकारः च खर् प्रत्याहारे सन्ति, अतः तेषु वर्णेषु परेषु खरिच इत्यनेन चत्वसन्धिः एतत् वर्गस्य प्रथमादेशः भवति. अत्र सादि प्रत्यये परः अस्ति अतः छत्वसन्धि भवति. आम् प्रत्ययस्य प्रथमवर्णः आदिवर्णः तकार तकार चकार चकारः चेत् हल्सन्धिः भवति. तकारः तकारः सकारः खर् प्रत्याहारे सन्ति. सो करिच इत्यनेन चत्वसन्धि भवति. चत्वम् इति तत्तत् वर्गस्य प्रथम आदेशः प्रथमवर्णः आदेशः भवति. सादि प्रत्ययः परः अस्ति अतः चत्वसन्धि भवति. तस्मात् पूर्वं किन्तु आदेशप्रत्ययोः इत्यनेन कवर्गीयवर्णात् परस्य प्रत्यय अवयवस्य सकारस्य षत्वादेशः खरिच तदपेक्षया परत्रिपादिसूत्रम् अतः असिद्धम्. आम् तस्मात् पूर्वम् आदेशप्रत्ययोः इति त्रिपाद्यां 351 कवर्गीयवर्णात् परस्य प्रत्यय अवयवस्य सकारस्य षत्वादेशः इति अहं दर्शयामि. इदस्ति अत्र खरिच तद् अपेक्षया परत्रिपादिसूत्रम् 455 अतः असिद्धं. यथा त्यग् इति त्यग् योगः स्यति. अत्र आदेशप्रत्ययोः त्यक् योगः श्यति. सकारस्य स्थाने मूर्धन्यषकारः आदेशः भवति. आदेशप्रत्ययोः लिङ्गु घोग् योगः सि. आदेशप्रत्ययोः सूत्रेण धोग् योगः षि. अतः तस्य कार्यमेव प्रथमम् त्रिपाद्यां पूर्वं प्रति पराम् असिद्धम् इति कारणेन पूर्वसूत्रम् आदेशप्रत्ययोः इत्यस्य कार्यं प्रथमम् अनन्तरं करीच इत्यस्य कार्यम्. आदेशप्रत्ययोः पठतु भगिनि. आदेशप्रत्ययोः इन् प्रत्याहारात् कवर्गीयाच्च परे अपदान्तः आदेशरूपी प्रत्यय अवयवः वा सकारः अस्ति चेत् तस्य सकारस्य स्थाने षकारादेशः भवति. आदेशः तु मूर्धन्यवर्णस्य इति एव उक्तं. परं स्थाने अन्तरतमः इत्यनेन तकारः ठकारः डकारः ढकारः नकारः षकारः इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकच्छ्यम् अतः षकारः एव आदिष्टः भवति. नुम् विसर्गः षट् प्रत्याहारस्थवर्णः येषु अन्यतमः मध्ये अस्ति चेत् अपि कार्यं भवति. इन् प्रत्याहारे इमे वर्णाः अन्तर्भूताः इ उ ऋ ऋ ए ओ ऐ औ ह य व र ल. अस्य कार्यस्य नाम षत्वविधिः. आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ तयोः आदेशप्रत्ययोः इतरेतरद्वन्द्वः. षष्ट्यन्तम् एकपदमिदं सूत्रं सहे साढः सः इत्यस्मात् सः इत्यस्य अनुमतिः. नुम् विसर्जनीय षर्व्यवायेति इत्यस्य पूर्णा अनुमतिः. तयोर्वोर्वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. इन्कोः अपदान्तस्य मूर्धन्यः इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् इन्कोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यः संहितायां नुम् विसर्जनीय षट् व्यवायेति इति सम्पूर्णसूत्रम् अस्ति. कुत्र कार्यं भवति अस्य? मूर्धन्यषकारः भवति आदेशः भवति. इन् इन् प्रत्याहारात् कवर्गीयात् च परे परे आदेशरूपी प्रत्ययः अवयवः वा सकारः अस्ति चेत् सकारस्य षकारादेशः भवति. सकारः अवय आदेशस्य अवयवः सति सति सकारः अस्ति चेत् तस्य सकारस्य स्थाने षकारादेशः भवति. सूत्रे मूर्धन्यः इति दत्तमस्ति. सो मूर्धन्यषकारः आदेशः भवति संहितायाम् इति. अत्र इन् प्रत्याहारे द्वितीयनकारः प्रत्याहारे अहं स्वीकुर्मः. इ उ ऋ ए ओ ए ऐ औ हाया वाराल एते वर्णानि इन् प्रत्याहारे अन्तर्भूताः सन्ति. तदेव षत्वविधिः इति अस्ति. तत्र एकम् उदाहरणमस्ति किल भगिनि, तत् पठतु. सम्प्रति सम्प्रति करिच इत्यनेन चत्वादेशः त्यग् योगः शति. करिच इति सूत्रेण त्यक् इति भवति. त्यक् योगः शति ककार षकार वर्णमेलन त्यक्षति इति रूपं भवति. घोक् योगः षि प्रथमं करिच इति सूत्रेण घोक् इति भवति. घोक् योगः षि ककारषकारयोः मेलनेन घोक्षि इति रूपं भवति. सम्यक्. अतः प्रथमम् आदेशप्रत्ययोः अनन्तरं खरीच इत्यस्य अवसरः इत्यनेन चत्व सन्ति इति. अस्तु, अरुणा भगिनि खरीच सूत्रं पठति वा? आं भगिनि, खरीच पञ्च पञ्चविंशति सूत्रं. जलां स्थाने चर आदेशो भवति खरिपरे. खरि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. जलां जषि इत्यस्मात् जलाम् इत्यस्य अनुवृत्तिः. अभ्यासे चर्चा इत्यस्मात् चर्चा इत्यस्य अनुवृत्तिः. तयोर्यवाचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं जलां चर् खरि च संहितायां. खरि च इति सूत्रं वदति जलां जलः स्थाने चर् आदेशः भवति खर् परे. निमित्तमस्ति खर् वर्णः, जल् वर्ण अस्ति अन्ते, चर् आदेशः भवति खरि परे. अनुवृत्तिसहितसूत्रं जलां चर् खरि च संहितायाम् इति सूत्रं. संहितायाम् इति अधिकारः अस्ति. ततः जलां चर् खरि च संहितायाम् इति अनुवृत्तिसहितसूत्रमस्ति. अग्रे अपि पठतु भगिनि उदाहरणं. यानि उदाहरणानि षषक् योगसि, षषक् योगषि, षषि. लिलेख् योगसि, लिलेख् योगहाषि, लिलेक्षि, लिलेक्षि. तत्त्वाङ् योगसि, तत्त्वाङ् योगषि, तत्त्वाङ्क् योगषि, तत्त्वङ्क्षि. जगग् जाघग् योगसि, जाघग् योगषि, जाघक् योगषि, जाघक्षि. ललाङ्ग् योगसि, ललाङ्षि, ललाङ्क्षि, ललाङ्क्षि. अत्र प्रथमं सकारस्थाने मूर्धन्य सकार आदेशपत्तिः होयतेन षकारः कृतं. तदनन्तरं खरिच इति सूत्रेण चर्वर्णः आदेशः भवति. जल् वर्ण अस्ति चेत् खर् परे षकार इति खर्वर्णः, ततः चर् आदेशः भवति. वर्णमेलन समये सन्धि भवति. लेलेक्षि, तत्त्वङ्क्षि, जाघक्षि, ललाङ्क्षि इति रूपाणि वयम् अत्र दत्त. सर्वे यङ्लुङन्तरूपाणि, यङ्गन्तरूपाणि लुक् भवति वा इति वा न जानामि, यङ्गन्तरूपाणि अत्र अस्ति. अस्तु, सम्यक्. अस्तु, अतः तत्र अस्माकम् आदेशप्रत्ययोः इत्यत्र निमित्तानि तु नुम् विसर्गः शर् व्यवाये चेदपि षत्वस्य निमित्तं भवति, षत्वम् इति अस्ति किल, तस्मिन् विषये वयम् अग्रिमसप्ताहे पठामः. यद् डाक्युमेण्ट् मया प्रेषितं तत्र अहम् अस्मिन् पाठस्य क्रमः अपि किञ्चित् योजितवती, तद् पश्यतु केन क्रमेण भवति इति पश्यतु, अनन्तरं वयम् अग्रे सरामः अग्रिमसप्ताहे. अस्तु, धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः भगिनि.